अस्तु, नमस्कारः. किं न्यायचिन्तनवर्गे सर्वेषां स्वागतं. सरलभगिनी अस्ति, लक्ष्मी भगिनी अस्ति, अहमस्मि. अत्र पञ्चदशनिमेषमेव पूर्वस्मिन् वर्गस्य किञ्चित् पुनरभ्यासः कृत्वा अग्रे गन्तुं शक्नुमः. इदानीं वाक्यमस्ति भूतलं घटाभाववत्. तत्र लक्ष्मी भगिनी, किं विशेषणं, किं विशेष्यः? हरि ओम्, लक्ष्मी भगिनी अस्ति खलु? सरला भगिनी अस्ति वा? अहम् अस्मि महोदय. महोदय, न श्रूयते. एवं वा, इदानीं श्रूयते वा? न, अहं श्रूयते वा अधुना? अधुना भवत्याः ध्वनिः श्रूयते वा? ओ अस्तु अस्तु. पूर्वं हेड्फोन्स् आन् कृतवती, किमर्थं किन्तु म्यूट् मध्ये न आसम्. अतः अस्तु, हेड्फोन्स् विना वदामि. अस्तु, भूतलमिति विशेषणं, विशेष्यं घट अभावत् इति विशेषणम् इत्युक्ते तत्र घट अभावः स्वरूपसम्बन्धेन भूतले न जानामि कथं वदामि. स्वरूपसम्बन्धेन अस्ति, घटाभावः भूतले अस्ति. आम्, घटाभावः आं भूतले अस्ति. तत्र विशेषणविशेष्योः मध्ये तत्र स्वरूपसम्बन्धः अस्ति. अत्र सन्निकर्षः कः? अत्र सन्निकर्षः चक्षुषः ज्ञानं भूतले, चक्षुषः भूतलेन सन्निकर्षः. तत्र भूतले स्वरूपसम्बन्धेन घटाभावः ज्ञायते. अतः इत्युक्ते घटाभावः ज्ञानस्य विषयः भवति. स्वरूपसम्बन्धेन घटाभावः ज्ञानस्य विषयः भवति. भूतलं भूतलमपि तत्र ज्ञानस्य विषयः विषयः तयोः भूतलं केन सम्बन्धेन चक्षुषः ज्ञानविषयः? भूतलं संयोग संयोगसम्बन्धेन ज्ञानविषयः भवति. चक्षुषा संयोगसम्बन्धं भवति. इति चक्षुषः भूतलपर्यन्तम्. अनन्तरं भूतलस्य विशेषणं किम्? भूतलस्य विशेषणं घट अभावः. तर्हि आहत्य सम्पूर्णसम्बन्धः कथमस्ति? सम्पूर्णसम्बन्धः विशेषणविशेष्य सन्निकर्षः इति विशेषणविशेष्य संयुक्तविशेषणता इति सम्बन्धः. ओ संयुक्त, ओ अस्तु. सर्वदा चक्षुषा वक्तव्यं खलु, अतः संयुक्त संयुक्तविशेषण सम्बन्धः. अस्तु, ओ अस्तु, संयुक्तविशेषणता, संयुक्तविशेषणता, अस्तु. इति सम्बन्धः सन्निकर्षः, संयुक्तविशेषणता. इदानीं विपरीत रीत्या वदामश्चेत् घट अभावः भूतले, तत्र कः विशेषणं, किं विशेषणं, कः विशेषः? तत्र विपरीतरीत्या घटाभावः एव विशेष्यं, भूतलम् इति विशेषणं. तत्र चक्षुषा सन्निकर्षः पुनः भूतलमेव भवति. तदपि संयुक्तसम्बन्ध संयोगसम्बन्धः एव किन्तु इदानीं भूतलं किं विशेषणं वा विशेषः वा? अधुना भूतलं विशेषणम् अस्ति, घटाभावः विशेष्यम् अस्ति. अस्तु, विस्मृतवती तत्र किमर्थं भिन्नरीत्या वदनेन किमर्थं भूतलं विशेष्यं भवति इति, विशेषणं भवति इति. क्षम्यतां, मम मया दोषेन उक्तं. तत्र भूतलं घटाभावत् घटाभावत् इत्यत्र भूतलं विशेषं खलु, तर्हि तर्हि घटाभावः घटाभावः विशेषणं, तत्र संयुक्त विशेषणता साधु एव. इदानीम् इदानीं भिन्न इदानीं भिन्नं संयुक्त संयुक्त विशेषणता. पूर्वं संयुक्तविशेषणता, इदानीं संयुक्तविशेष्यता. हा, यतोहि अभावः विशेष्य अभावः विशेष्यमस्ति, अतः संयुक्तविशेष्यता. किन्तु अस्तु, किमर्थं पुनः एकवारं ज्ञापयतु महोदय, पुनः भिन्नरीत्या वदनेन विपरीत्या वदनेन कथं विशेष्यविशेषणं भावं परिवर्तनं भवति इत्युक्ते, तत्र सर्वदा भूतलम् एव चक्षुषा सन्निकर्षः भवति, घटाभावः तु घटः तत् घटः तत्र नास्ति, घटाभावः इदानीं पश्यतु घटाभावः भूतले घटाभावः इति कथनस्य आशा घटाभावः प्रथमां विभक्त्याम् अस्ति. ज्ञानस्य विषय घटाभावः अस्ति. हा, घटाभावः कुत्र अस्ति? भूतले. आम्, इति भूतलविशिष्ट घटाभावः भूतलं विशेषणम् अस्तु. घटाभावः बहुत्र अस्ति, इदानीं भूतलविशिष्ट घटाभावः. ओ अस्तु अस्तु, भूतलविशिष्ट घटाभावः अस्तु. हा, अत्र पूर्वं भूतलं घटाभाववत् इति घट अभावविशिष्ट भूतलम् अस्तु. ओ अस्तु, भिन्नभिन्नभूतलानि सन्ति. एतत् भूतलं घटाभाववत् इति, अन्य भूतलेभ्यः विशिष्टं किं विशिष्टं करोति, पृथक् करोति घटाभावः विशेषणम् अस्तु. यथा उन्नतः बालकः अस्ति खलु, तत्र बहवः बालकाः सन्ति, औन्नत्यम् इति गुणः, उन्नतम् इति गुणवाचकपदम्, अन्यात् बालकात् एकं बालकं पृथक् करोति खलु, विशेष्यति विशेष्यते बालकः विशेषणपदेन विशेष्यते विशेष्यते. तथैव अत्र अन्येभ्यः भूतलेभ्यः घटाभावः एतत् भूतलं विशिष्यते, घटाभावेन एतत् भूतलं विशिष्यते. विपरीतरीत्या घटाभावः बहुत्र सन्ति, अन्येभ्यः तादृश ओके घटाभावः बहुत्र सन्ति, अत्र एतद् भूतलं अनेन भूतले घटाभावः अस्ति, भूतलविशिष्टघटाभावः घटाभावः इति तत्र विवक्षा अस्ति. ओ अस्तु, भूतलविशिष्टघटाभावः अस्तु अस्तु, अत्र घटाभावः भूतलविशिष्ट अस्ति अस्तु. अत्र एव स्वरूपसम्बन्धः वक्तुं शक्यते खलु. अत्र अत्र महोदय उक्तम् अत्र स्वरूपसम्बन्धः अस्ति एव, किन्तु तस्य अत्र नाम अस्ति विशेषणविशेषता भावः. अस्तु अस्तु खलु. इदानीं सरला अत्र नूतनवाक्यं तोयस्पर्शः जलस्पर्शः अथवा उष्णत्व अभाववान्. तोयस्पर्श त्वगिन्द्रियसंयुक्ततोयं समवेतं स्पर्श विशेषणता विशेषणत्वात् उष्णत्वभावः. तोयस्पर्शम् अस्ति विशेषम्, उष्णत्वाभावः भवति अत्र विशेषणं. तोयस्पर्शात् तत्त्वगिन्द्रियतोयं संयोगसम्बन्धः, पुनः जलस्पर्श तत्र भवति समवायसम्बन्धः, तत् स्पर्शं भवति समवेतं संयुक्तसमवेतविशेषणत्वात् इति भवति सन्निकर्षः. सम्यक्, संयुक्तसमवेतविशेषणता. किं त्वचा सह जलं संयुक्तः, जले स्पर्शः समवेतः, तत्र तत्र विशेषणता का किं तः सः समवेतः गुणः विशेषणमस्ति. तत्र विशेषणमस्ति उष्णत्व अभावः, तादृशविशेषणता उष्णत्व अभावे अस्ति. संयुक्तसमवेतविशेषणता तद् अत्र तूयस्पर्शः बहवः सन्ति. तूयस्पर्शे किं बहु किमपि अस्ति, बहवः अभावाः सन्ति. तत्र एकः उष्णत्व अभावः तेन विशेष उष्णताभावस्पर्शं विशिष्यते. स्पर्शेन बहवः अभावाः सन्ति, शीतस्वभावः किमपि भवितुं शक्नोति. इदानीं लक्ष्मीभगिनी, नीलत्वं नीलत्वं शुक्लत्व अभाववत्. महोदय श्रूयते वा? इदानीं नूतनवाक्यं नीलत्वम् इत्युक्ते घटे घटयुक्तनीलत्वं शुक्लत्व अभाववत्. अस्तु, नीलत्वं शुक्लत्व अभावत् तत्र नीलत्वम् इति विशेष्यं, शुक्लत्व अभाववत् इति विशेषणम्. अत्र नीलत्वम् इति नीलत्वम् इति जातिः वा धर्मः? चक्षुषा सन्निकर्षः प्रथमं गतं वा गतेन समवेत नीलरूपं नीलरूपेण समवेतमस्ति नीलत्वम्. अतः चक्षुषा एकनिमिषं, नीलरूपं कस्मिन् समवेतं नीलं घटेन समवेतं, नीलत्वं नीलेन नीलरूपेण समवेतम्. रूपेण इति तस्मिन् स्थाने रूपे इति वदन्ति. घटे रूपमस्ति नीलरूपं, नीलरूपं घटे समवेतः अस्ति. घटेन इति न वदन्ति, घटे समवेतः. आधारादेयभावः अस्ति खलु तत्र. घटे रूपं समवेतं, रूपे नीलत्वं समवेतम् अपि च नीलत्वं संयुक्तसमवेत सम्बन्धेन नीलत्वं नीलत्वं ज्ञानस्य विषयः भवति. अनन्तरं अनन्तरं नीलत्वं नीलत्वं कथं नीलत्वं केन विशिष्यते इत्युक्ते शुक्लत्व अभावेन विशिष्यते इति कृत्वा शुक्लत्व अभावं शुक्लत्व अभावत् इति नीलत्वस्य विशेषणम्. इदानीं पुनः पुनः चक्षुषा आरभ्य पुनः वदति वा? आं चक्षुषा आरभ्य गतेन संयुक्तः नीलरूपं गतेन समवेतं नीलत्वं नीलरूपेण समवेतं नीलरूपे समवेतम् अतः संयुक्तसमवेत समवेतविशेषणतासम्बन्धेन इति स्तरत्रयमस्ति तत्र सम्बन्धेन कार्यकारणाधिकारः कार्यकारणाधिकारः समानाधिकरणं भवति तत्र. किम् अस्ति अधिकरणम् अत्र? अत्र अधिकरणं अस्तु कार्यमस्ति अस्तु कार्यमस्ति शुक्लत्व अभाववान् शुक्लत्व अभावत् इति कार्यं खलु तस्य ज्ञानं कार्यं तस्य ज्ञानम् अभावज्ञानं कार्यं कार्यम् अभावज्ञानं कार्यम् अत्र अत्र अत्र अभावज्ञानं कार्यम् अत्र अभावे अभावे समानाधिकरणं अभावे समानाधिकरणं क्रियते इत्युक्ते संयुक्तसमवेतसमवेतसम्बन्धेन नीलत्वं शुक्लत्व अभावे अस्ति इति अभावे कार्याधिकरणं विशेषणतासम्बन्धेन ज्ञानं चक्षु किं ज्ञानम् अभावे अस्ति अस्ति अभावः ज्ञाने विषयतासम्बन्धेन अस्ति सर्वदा अस्तु साधु. इतोपि अग्रिमम् उदाहरणं नीलत्वे शुक्लत्व अभावः तत्र किं भगिनि लक्ष्मी भगिनि? नीलत्वे शुक्लत्व अभावः तत्र नीलत्वं नीलत्वे इति नील शुक्लत्व अभावः विशेष्यः विशेषणं नीलत्वं नीलत्वे इति पदम् अत्र पुनः चक्षुषा आरभ्य सर्वदा प्रथमं घटः घटेन समवेत नीलरूपम् अनन्तरं नीलरूपेण समवेतं नीलत्वम् इति पुनः चक्षुषारपि प्रथमं गतमेव तत्र संयुक्तसमवेतसमवेत अस्ति किन्तु अभावः अधुना विशेष्यः अस्ति अथवा संयुक्तसमवेतसमवेतविशेष्यतासम्बन्धेन सम्बन्धेन नीलत्वं ज्ञानम् अभावे अस्ति. सुन्दरम् अस्तु ते सर्वे अवगच्छन्ति इति मन्ये. तत् महोदय कोऽपि आगतवान् वा मध्ये एकः राव महोदय अस्ति वा? ध्वनि श्रुतवान् केनापि आगतं महोदय अहमेव एकवारं मम दूरवाणी कथितम् अभवत् पुनः एकवारं योजितवती प्रायः तदेव गुरु राव् इति नाम्ना एकः महोदयः अत्र दृश्यते सः गतवान् पुनः गतवान् अस्तु. वर्धने अस्मि महोदय. नमस्ते भगिनि. नमस्ते. राव् गुरु इति भवत्याः एव दूरवाणी सङ्ख्या स्वागतं स्वागतम् वयं कुत्र स्मः इति भवती जानाति खलु 173 इत्यस्मिन् पुटे स्मः 173 अत्र विषयः अस्ति सन्निकर्षः श्रोतुमिच्छामि सन्निकर्षः इति विषयः अस्तु. इदानीं पुस्तकात् अग्रे गच्छामः. तत्र सरला भगिनी आरब्धुम् इच्छति वा? सम्प्रति मूले 173 इत्यस्मिन् पुटे अधोभागे अन्तिमपरिच्छेदः. सम्प्रति मूले प्रत्यक्षज्ञानहेतुः इन्द्रियार्थसन्निकर्ष षड्विधः इत्यनेन सन्निकर्षस्य वर्णनं क्रियते. शब्दजशब्दवर्णने निरूपितः अस्माभिः इन्द्रियाणां स्वभावः प्राप्यकारित्वं तत्र प्राप्य इत्यनेन सम्बन्ध उक्त भवति. इन्द्रियाणां द्रव्यरूपाणां सम्बन्ध यदि संयोगरूप तर्हि सः द्रव्येन सह एव भवेत्. साधितश्च द्रव्ययोः एव संयोगः. अस्माकं सम्प्रति मूले अस्मिन् ग्रन्थे प्रत्यक्षज्ञानहेतु इन्द्रियार्थसन्निकर्षं षड्विधः यदि इदानीं वयं दृष्टवन्तः. प्रत्यक्ष ज्ञानजः इति तस्य कारणम् अस्ति इन्द्रियं सन्निकर्षम्. इन्द्रियद्रव्ययोः यदि सन्निकर्षः भवति तद् भवति ज्ञानस्य प्रत्यक्षम् इति आगच्छति. तत् केवलम् इन्द्रियद्रव्ययोः इति एव न सन्निकर्षः षड्विधः खलु पूर्वं दृष्टं खलु. तत्र संयोगः एकः सन्निकर्षः बहवः सन्ति किन्तु सन्निकर्ष षड्विधाः सन्ति किन्तु यदि सन्निकर्ष कारणं तस्य कारणं इन्द्रियात् आरभ्यते साधु तत् सन्निकर्ष इन्द्रियात् आरभ्य सम्बन्धः यः अस्ति तत् तस्य षड्विधाः सन्ति. संयोग संयुक्तसमवाय यथा वयं पूर्वं दृष्टवन्तः तत्र चक्षु भूतलं संयोग संयुक्तसमवाय भवति. चक्षुभूतलघट संयोग संयुक्तसमवाय संयुक्तसमवेतसमवाय भवति. चक्षु भूतलं घटे घट तस्मिन् यः रूपः अस्ति तत् भवति संयुक्त. केवलं भगिनी भूतलम् इति भूतलस्य आवश्यकता नास्ति खलु. घटः संयोगः घटरूपं संयुक्तसमवायः अतः भूतलस्य आवश्यकता अत्र नास्ति. केवलं घटः सो घट चक्षु घट समवेत भूतलमपि अस्ति न संयुक्त. वयं शक्नुमः अस्तु. चक्षुः घट घटरूप घटरूपे रूपत्वं भवति संयुक्तसमवेतसमवाय सम्बन्ध. समवाय अस्ति यदा शब्द इन्द्रिय कर्ण इन्द्रियै भवति शब्दजनक इन्द्रिय समवायसन्निकर्ष भवति. तत्र समवेद समवाय भवति यदा किं भवति इन्द्रियार्थ शब्द शब्द शब्द शब्दत्वम् इति भवति समवेतसमवाय. विशेषणविशेषभाव यदि इदानीं वयं दृष्टवन्तः भूतलं घटाभाववत् वा भूतले घटाभाव तत्र विशेषणविशेषभाव सन्निकर्ष आगच्छति. इत्येन सन्निकर्षस्य वर्णनं वयं कृतवन्तः. शब्दजशब्दवर्णेन निरूपित अस्माभिः इन्द्रियाणां स्वभावः प्राप्यकारित्वम् अत्र प्राप्य इत्यनेन अस्ति सम्बन्ध. यदि प्राप्यति विषयेण सम्बन्ध यत् अस्ति तत्र यदि इन्द्रिय सन्निकर्ष वा संयोग विषय विषयेण सह भवति तत् तदानीम् इति ज्ञानस्य कार्यम् आगच्छति तत्र. प्राप्य कार्यक्रम इति भवति, विषयेन सह यदि सन्निकर्ष न भवति तद् ज्ञान कार्यं न प्राप्तम् इति भवति स्वभावप्राप्य कार्यक्रम इत्यस्य अर्थ इति अहं अवगच्छामि यत् महोदय उक्तवान् तत्र किमस्ति इतोपि किञ्चित् उक्तवान् इत्युक्ते उक्तवान् ज्ञान ज्ञान इन्द्रियेण विना असमर्थ्य भवति ज्ञानस्य प्रत्यक्षं सो ज्ञानापि ज्ञानविषयोः सम्बन्धः आवश्यकः तत्र प्राप्य कार्यत्वं किमर्थं तत्र उक्तम् इत्युक्ते पूर्वं शब्दविषये अस्माभिः पठितं यत् शब्दः दूरम् आरम्भं भवति खलु शब्दस्य जननं दूरं भवितुम् अर्हति हा तर्हि वयं दूरं स्मः तर्हि शब्दं कथं शृणुमः सम्बन्धः कः इत्युक्ते यत्र यस्मिन् स्थाने शब्दस्य जननं भवति यथा कोऽपि ड्रम् वाजयति तत्र तस्मात् आरभ्य आरम्भे शब्दः भवति तस्मात् शब्दात् पुनः शब्दः जायते सर्वासु दिक्षु पुनः शब्दः जायते इति शब्दात् शब्दं जायते इति जननं कृत्वा कर्णपर्यन्तं शब्दः आगच्छति तथा एव शृणुमः इति शब्दवर्णने अस्माभिः पठितं यत् इन्द्रियाणां सम्बन्धः प्राप्य कार्यत्वं नास्ति चेत् पदार्थस्य ज्ञानं न भवति इति कारणात् एव शब्दः वर्णितः पूर्वम् इति एव भवेत् इति तत्र कृतं महोदय शब्दः तस्य उदाहरणं किं भवति इत्युक्ते तत्र प्रोपगेशन् सौण्ड् प्रोपगेशन् तथा एव यदा वेव् प्रोपगेशन् अस्ति खलु तथा एव इन्द्रियाणां सन्निकर्षः प्रथमं शब्दः यत् भवति प्रथमशब्देन यत् भवति तदेव इन्द्रियसन्निकर्षः तदनन्तरं कथं ज्ञायते इदं चिन्त्य दूरम् एकः ड्रम् भेरीनादं करोति डम् डम् करोति तर्हि न दृश्यते ड्रम् न दृश्यते परन्तु शब्दः श्रूयते शब्दं श्रूयते कथं श्रूयते यस्मिन् स्थाने शब्दः आरम्भं भवति तस्मात् स्थानात् मन्दं मन्दं शीघ्रं शीघ्रं किमपि वेगेन तत् किं शब्द वेव् इति आगच्छति खलु शब्दात् शब्दः जन्यं भवति पुनः शब्दः शब्दं जन्यं भवति इति सर्वासु दिक्षु डैरेक्षन् शब्दः गच्छति खलु तथैव वयं शृणुमः वयं समीपं किञ्चित् दूरं स्मः तथापि श्रोतुं शक्नुमः इति शब्दात् शब्दवर्णं न भवति चेत् चिन्तयतु वे प्रोपगेशन् इति न भवति चेत् कथं दूरशब्दं शृणुमः अनुभवः अस्ति दूरात् शब्दं श्रोतुं शक्यते इति अनुभवः कथं तस्य एक्स्प्लेन् कुर्मः ओ एवं भवेत् शब्दजननं भवेत् यतोहि सन्निकर्षः आवश्यकः शब्दश्रवणेन्द्रियोः सन्निकर्षः किं प्राप्यः सम्बन्धः आवश्यकः तस्मात् तत् निरूपितं शब्दात् शब्दं जायते इति निरूपितम् अस्तु आहत्य यदि इन्द्रियविषयेण सह सम्बन्धः वा सन्निकर्षः न भवति स ज्ञानस्य उपलब्धिः न भवति अपि तत्र आवश्यकम् इन्द्रियविषयस्य सम्बन्ध इति मुख्यविषयः अपि च महोदयेन उक्तम् अत्र पश्यतु सन्निकर्षः इत्युक्ते किम् इति न उक्तं केवलं सन्निकषः षड्विधः इति उक्तम्. संयोगः न उक्तवत्सम् संयोगः तस्मिन् एकः अस्ति. सन्निकर्षः सन्निकर्षः एकः संयोगः, किन्तु सन्निकर्षः इत्युक्ते किम् इति न उक्तम्. अत्र उक्तमस्ति प्राप्यकारित्वं, प्राप्य इति पदेन सम्बन्धः एव उक्तः. यत् प्राप्यकारित्वम् आवश्यकं प्रत्यक्षज्ञानार्थं, यत् प्राप्यकार्यत्वम् आवश्यकम् इन्द्रियाणाम्, इन्द्रियाणां स्वभावः कः? प्राप्यकार्यत्वं भवेत्. विषयेन किमपि सम्बन्धः भवेत्, नो चेत् ज्ञानं न भवति इति मुख्यविषयः. इन्द्रियस्य पदार्थ ज्ञानविषययोः सम्बन्धः अवश्यं भवेत्. षड्विधसम्बन्धः अवश्यं भवेत्, नो चेत् अनुमानं भवति. एतत् सर्वं न भवति चेत् किमर्थं प्रत्यक्षं डैरेक्ट् पर्सेप्शन् इति किमर्थं वदामः? सम्बन्धः भवेत् इन्द्रियैः सह, किमपि सम्बन्धः अवश्यं भवेत्. इति अनुभवः खलु सर्वेषां, न वा? साधु लक्ष्मी भगिनि, साधुनी भगिनि, अस्तु अग्रे सरला भगिनि. इन्द्रियाणां द्रव्यरूपाणां सम्बन्ध यदि संयोगरूपः तर्हि स द्रव्येण सह एव भवेत्. यत् इन्द्रिय द्रव्य इन्द्रियद्रव्ययोः तयोः सम्बन्धः यदि भवति, यत् संयोगरूपः एव भवेत् इति, यदि प्राप्यकारित्वं न भवेत् तत्र संयोगरूपः भवत् कथं यथा इन्द्रियस्य रूप एव द्रव्य एव अस्ति, इन्द्रियमपि द्रव्यरूपवत् अस्ति इन्द्रियाम्, अतः द्रव्यद्रव्ययोः संयोगरूप भवेत्. किन्तु केवलं संयोगः नास्ति, सादृश्यद्रव्ययोः एव संयोग. यदि वयं जानीमः संयोगः भवति द्वौ द्रव्ययोः मध्ये संयोगः आगच्छति, केवलं संयोग इति सन्निकर्षस्य कारणं नास्ति. प्रश्नः अस्ति वा? तर्हि अग्रे गच्छामः लक्ष्मी भगिनी, अग्रिमे पुटे. परन्तु परन्तु संयोगमात्रेण न द्रव्यप्रत्यक्षं जनयितुम् इन्द्रियं समर्थं भवति. विशेषतश्च बहिरिन्द्रियेषु ग्राणरसनश्रोत्रेन्द्रियाणां द्रव्यप्रत्यक्षजनने असामर्थ्यं निरूपितमेव अस्माभिः. परन्तु संयोगमात्रेण न द्रव्यप्रत्यक्षं जनयितुम् इन्द्रियं समर्थं भवति. अस्तु, वाक्यस्य आशयः यत् पूर्वम् एव दृष्टवन्तः द्रव्यस्य प्रत्यक्षं द्रव्यस्य ज्ञानम् इन्द्रियसन्निकर्षेण भवति इति. अत्र इन्द्रियसन्निकर्षम् इन्द्रियद्रव्ययोः मध्ये संयोगसम्बन्धेन द्रव्यस्य ज्ञानं भवति. किन्तु संयोगमात्रेण एव द्रव्यप्रत्यक्षम् अस्तु, द्रव्यस्य ज्ञानं केवलं संयोगेन एव न भवति. इन्द्रियाणि संयोगमात्रेण एव द्रव्यप्रत्यक्षं न जनयितुं शक्नोति इति अस्ति. अनन्तरं विशेषतश्च बहिरिन्द्रियेषु ग्राण रसन श्रोत्रेन्द्रियाणां द्रव्यप्रत्यक्षजनने असामर्थ्यं निरूपितमेव अस्माभिः. उदाहरणत्वेन बहिरिन्द्रियः इत्युक्ते श्रोत्रेन्द्रियाणि द्रव्यप्रत्यक्षजनने असामर्थ्यं निरूपितमेव अस्माभिः. इत्युक्ते एकनिमिषं, घ्राणेन्द्रिय इत्युक्ते तत्र द्रव्यप्रत्यक्षजनने ओ अस्तु संयोगमात्रेण घ्राणेन्द्रियः घ्राणेन्द्रियः संयोगमात्रेण एव द्रव्यप्रत्यक्षं न जनयति खलु तत्र स्मृति अपि आवश्यकं स्मृति अनुभवः अपि आवश्यकं खलु रसनमपि तदेव तावत् तत्र स्मृतिसर्वम् अत्र न आवश्यकम् अत्र किं वदति अत्र बहिरिन्द्रियाणि इत्युक्ते पञ्चेन्द्रियाणि चक्षुत्वक् घ्राणरसश्रोत्रम् इति पञ्च बहिरिन्द्रियाणि इत्युक्ते येषां येषां किं स्कोप् बहिः अस्ति मनः विहाय सर्वे बहिरिन्द्रियाः तेषां विषयाः बहिः अस्ति तेषां द्रव्यप्रत्यक्षजनने असामर्थ्यं द्रव्यप्रत्यक्षम् इत्युक्ते किं द्रव्यस्य साक्षात् प्रत्यक्षं द्रव्यं घटः किं वायुः तत्सर्वं विशिष्टः वायुप्रत्यक्षं किं त्वगिन्द्रियेण न भवति न केवलं तथा इदानीं चिन्तयतु रसनेन्द्रियमस्ति खलु रसनेन्द्रियं यथा महोदयेन उक्तम् आम्रम् आम्रफलम् अस्ति आम्रफलस्य यद् मधुररसम् अस्ति तत् कथं जानीमः रसनेन्द्रियेण खलु तत्र रसनेन्द्रियं मधुरं मधुररसम् इति विषयं गृह्णाति न तु आम्रफलम् आम्रफलं तत्र जिह्वायां तत्र जिह्वायामपि त्वकेन्द्रियमस्ति जिह्वायां त्वचा एव तत्र आम्रफलस्य किञ्चित् किं ज्ञानं भवति किन्तु रसं भिन्न इन्द्रियेण भवति रसनेन्द्रियेण भवति उदं तर्हि इदानीम् एकनिमिषं पेज् 51 तत्र पश्यामश्चेत् अस्माभिः एतत् सर्वं पूर्वं पठितम् अत्र आक्चुलि 49 तत्र पश्यतु अत्र अधोभागे अस्ति आदिमानि पञ्च बहिरिन्द्रियाणि बहिर्भूतान् घटादीन् प्रकाशयन्ति आभ्यन्तरम् इन्द्रियं भवति मनः बहिरिन्द्रियाणि पञ्चेन्द्रियाणि सर्वाणि बहिरिन्द्रियाणि एव तत्र एकैकं प्रत्येकं इन्द्रियम् एकं गुणम् एकं किं विषयं गृह्णाति चक्षुः रूपं रसनं रसः ग्रहणं गन्धः त्वक् स्पर्शः श्रोतं शब्दः इत्यस्ति खलु प्रतिनियतग्राह्याः गुणाः अत्र गुणः गृह्णन्ति घ्राणरसनश्रोत्रियाणां गुणग्राहक इन्द्रियाणि तत्र अस्मिन् 51 तस्मिन् पुटे द्रव्यगुण उभयग्राहकाणि चक्षुः त्वक् मनः गुणमात्रग्राहकाणि गानं रसनं श्रोत्रम् अत्र घ्राणरसनश्रोत्र इन्द्रियाणां द्रव्यप्रत्यक्षम् असामर्थ्यम् यतोहि ते गुणग्राहक ग्राहकाणि इन्द्रियाणि खलु यदा ड्रम् शब्दं शृणुमः ड्रम् न दृश्यते इन्द्रियेण खलु श्रोतेन्द्रियेण द्रव्यस्य प्रत्यक्षं न भवति शब्दप्रत्यक्षं भवति गुणप्रत्यक्षं भवति खलु इति अत्र कथनस्य आशा बहिरिन्द्रियेषु त्रिषु गुणेषु द्रव्यप्रत्यक्षजनने असामर्थ्यम् यतोहि ते गुणग्राहक इन्द्रियाणि ग्राहकाणि इन्द्रियाणि साधु खलु इदानीम् अग्रिमवाक्यम् अवशिष्टे पश्य लक्ष्मी भगिनी अवशिष्टे द्वे इन्द्रिये चक्षुः त्वक् च एताभ्यां संयोगमात्रेण न द्रव्यप्रत्यक्षं जायते। चक्षुः त्वक् अपि चक्षुः त्वक् अपि संयोगमात्रेण एव न द्रव्यप्रत्यक्षं जायते इति वक्तुमस्ति। किमर्थमिति अग्रे अग्रे पठतु कृपया। ओ अस्तु, किन्तु द्रव्ये महत्त्वम् उद्भूतरूपं च आवश्यकम्। ओ अस्तु अस्तु, आम् अस्तु। चक्षुः त्वक् इन्द्रियाभ्यां ज्ञानस्य द्रव्यस्य प्रत्यक्षं यदा भवति तदा संयोगः तत्र आमां यत्र द्रव्यस्य महत्त्वम् अपि च उद्भूतरूपं भवति। यस्मिन् द्रव्ये महत्त्वं उद्भूतरूपं भवति तदा तत्र चक्षुषा वा त्वक्केन्द्रियेण द्रव्यस्य साक्षात् प्रत्यक्षं जायते। परमाणोः उद्भूतरूपम् अपि नास्ति, महत्त्वमपि नास्ति। परमाणूनाम् उद्भूतरूपम् अस्ति, किन्तु चतुराणि आरभ्य एव भवति खलु। अत्र पेज् 51 पश्यतु, पेज् 51 तत्र चित्रमस्ति प्रत्यक्षयोग्याः 50 पुटे 51 न प्रत्यक्षयोग्याः। अत्र महत्त्वम् इत्युक्ते परमाणुभिन्नपरिमाणं, परमाणुपरिमाणम् अतिरिक्तपरिमाणम् इति महत्परिमाणम्। उद्भूतरूपम् इत्युक्ते अत्र तत्र अस्मिन् पुटे 51 पुटे अधोभागे अस्ति, क्षम्यताम् 53 पुटे अस्ति, किम् इदम् उद्भूतरूपं दृश्यते वा 53 पुटे अधो अन्तिमपरिच्छेदः, पठतु कृपया। किम् इदम् उद्भूतरूपम् उच्यते, द्विवलम्बीरूपम् उद्भूतम् अनुद्भूतं च, येन द्रव्यप्रत्यक्षं भवति तद् उद्भूतम्, यस्मिन् कस्यपि द्रव्यप्रत्यक्षं न भवति तत् अनुद्भूतं, घटादौ उद्भूतरूपं, घ्राणादौ च अनुद्भूतम्। इन्द्रियाणि अपि द्रव्याणि, इन्द्रियाणां प्रत्यक्षं न भवति यतोहि इन्द्रियाणाम् उद्भूतरूपं नास्ति। ओ इन्द्रियाणाम् उद्भूतरूपं नास्ति, अतः ते अनुद्भूतं न प्रत्यक्षयोग्यः, न प्रत्यक्षयोग्यः। तत्र 51 इत्यस्मिन् पुटे टेबल् अस्ति खलु, चित्रम् अस्ति, तत्र उपरि किम् अस्ति, पठतु कृपया। रूपं न वर्तते, रूपं न वर्तते। अस्तु, वायुप्रभृतिद्रव्याणि विशेषतश्च त्वक्केन्द्रियं वायवीयं श्रोत्रेन्द्रियम् आकाशस्वरूपश्च रूपं न वर्तते, परमाणुपरिमाणभिन्नपरिमाणम् अस्ति। ओ यद्यपि वायुं नास्ति किन्तु परमाणुपरिमाण भिन्नपरिमाणमस्ति, यद्यपि भिन्नपरिमाणम् अस्ति, परमाणुभिन्नपरिमाणमस्ति, तथापि रूपं न वर्तते इति कृत्वा न प्रत्यक्षयोग्याः। अग्रिमे तस्मात् टु द राइट् आफ् दट् तत्र उद्भूतरूपं कुत्र अस्ति, उद्भूतरूपम् अस्ति पृथ्व्यादि त्रिकस्य परमाणुः द्वयाणुकम् इत्यादि इत्यादि द्रव्ययोः उद्भूतरूपमस्ति, किन्तु परमाणुपरिमाणभिन्नपरिमाणं नास्ति, इत्युक्ते परमाणुपरिमाणमस्ति इति कृत्वा तेषां प्रत्यक्षयोग्यः नास्ति, यद्यपि ते उद्भूतरूपे अधोभागे वामतः किमस्ति? तत्र अस्तु, कुत्र अत्र पृथ्व्यादिरूपाण्यपि ग्राणरसचक्षुरिन्द्रियाणि अपि तत्र तेषां ग्राणरसचक्षुरिन्द्रियाणि तेषाम् उद्भूतरूपं नास्ति, किन्तु रूपं वर्तते. तत् कथं भवति यदि उद्भूतरूपं ग्राणरसचक्षुरिन्द्रियाणि उद्भूतरूपं नास्ति, रूपं वर्तते इत्युक्ते इत्युक्ते किम् इति जानीमः, तेषां ज्ञानमेव नास्ति इति न ना, इति न. ओ अस्तु, आम् उद्भूतरूपं नास्ति किन्तु परमाणुभिन्नपरिमाणम् अस्ति. आम् आम्. तत् दक्षिणभागे अत्र न वायुन्द्रियं, मनः आभ्यन्तरेन्द्रियं. तत्र मनः इति आभ्यन्तरेन्द्रियं, तस्य रूपमपि नास्ति, परमाणुपरिमाणभिन्नपरिमाणमपि न वर्तते. मनः न प्रत्यक्षयोग्य. सारी, अत्र 50-50 इत्यस्मिन् पुटे अधोभागे चित्रमस्ति, प्रत्यक्षयोग्याः ते के? प्रत्यक्षयोग्याः घटः इत्युक्ते पृथ्व्यादि त्रीकम् अहं चिन्तयामि, त्रयोणुकाः आरभ्य तत्र घटः, परन्तु उद्भूतरूपं परमाणुपरिमाण अतिरिक्तपरिमाणम् इति द्वयोपि भवेत्, उद्भूतरूपमपि च परमाणुपरिमाण अतिरिक्तपरिमाणं द्वयोपि भवति, तदा तदा प्रत्यक्षयोग्याः भवन्ति द्रव्याः. तदेव अस्मिन् 154 पुटे पुनः उक्तः. इदानीं पठतु. किन्तु किन्तु द्रव्ये महत्त्वम् तस्मादारभ्य, किन्तु किन्तु द्रव्ये महत्त्वम् उद्भूतरूपं च आवश्यकम्. महत्त्वम् इत्युक्ते परमाणुपरिमाण भिन्नपरिमाणम्, उद्भूतरूपं च आवश्यकं द्रव्यप्रत्यक्षस्य प्रत्यक्षस्य द्रव्यप्रत्यक्षं कृते द्वयोपि आवश्यकं, महत्त्वमपि च उद्भूतरूपम्. उद्भूतरूपवतो अपि महत्त्वशून्यस्य परमाणोः चक्षुषा प्रत्यक्षं नैव भवति. अस्तु, परमाणोः उद्भूतरूपं भवति किन्तु महत्त्वशून्यस्य इत्युक्ते परमाणुपरिमाणम् अस्ति इति कृत्वा चक्षुषा परमाणोः परमाणूनां प्रत्यक्षं न भवति चक्षुषा. महत्त्ववन्ति अपि ग्राणानि इन्द्रियाणि उद्भूतरूपशून्यत्वात् एव इन्द्रियैः न गृह्यन्ते. ग्राणादीन्द्रियाणि तेषां महत्त्वमस्ति, परमाणुभिन्नपरिमाणम् अस्ति, किन्तु तेषाम् उद्भूतरूपं नास्ति, उद्भूतरूपशून्यत्वात्. अतः इन्द्रियैः इन्द्रियैः न गृह्यन्ते. अत्र घ्राणान्द्रियाणि इत्युक्ते के के? घ्राणादि इन्द्रियाणि, न केवलं चक्षुष चक्षुत्वकपि सर्वाणि इन्द्रियाणि, पञ्चेन्द्रियाणि, पञ्चपञ्चेन्द्रियाणि अपि सर्वाणि इत्युक्ते केवलं नयनं न, किन्तु चक्षूणां पुरतः पृष्ठतः यत् शक्तिः अस्ति तत् सत्यं, तदेव पञ्चेन्द्रियाणि उद्भूतरूपशून्यत्वात् न गृह्यन्ते बहिरिन्द्रिय. अग्रे आभ्यन्तरम्? आभ्यन्तरं तु मनः आत्मप्रत्यक्षचरणाय न रूपम् अपेक्षते इति तत् सन्निकर्षः संयोगरूपः आत्मप्रत्यक्षं जनयति एव. आभ्यन्तर इन्द्रियः मनः अस्ति, मनः एव आत्मप्रत्यक्षं जनयति, तत्र रूपस्य आवश्यकता नास्ति. इत्युक्ते आत्मप्रत्यक्षार्थं रूपं न अपेक्षते. रूप अतः मनः आत्मा तयोः मध्ये यत् सन्निकर्षः तयोगरूपसन्निकर्षः भवति तेन आत्मप्रत्यक्षं भवति एव, यद्यपि तस्य रूपं नास्ति. आत्मनः रूपं नास्ति तथापि अत्र रूपस्य आवश्यकता नास्ति. आत्ममनः संयोगः इति अस्ति इति पूर्वं पठितं खलु, आत्ममनः संयोगः अस्ति तस्मादेव ज्ञानं भवति आत्मनि. मनसा आत्मा तर्हि मनसा आत्मनः ज्ञानं भवति. कथं? संयोगप्रत्यक्षज्ञानेन. तस्य प्रत्ययः अस्ति अहम् अस्मि इति प्रत्ययः, अहम् इति यद् ज्ञानम् अस्ति तद् ज्ञानम् आत्मज्ञानं तद् मनसा भवति इति मनेन्द्रियेण. खलु यत् पूर्वम् उक्तं 51 तस्मात् तदेव पूर्वम् अत्र पुनः अत्र भिन्नरूपेण अत्र अत्र उक्तः. प्रश्नः अस्ति वा? नो चेत् अग्रे सरे वा. अस्तु सरला भगिनी अग्रे. उद्भूतरूपवतः उद्भूतरूपवत् महत्त्ववत् द्रवस्य बहिर् इन्द्रियै यथा प्रत्यक्षं जायते तथा रूपरस आदीनां प्रत्यक्षात्मकं ज्ञानमपि आनुभाविकं. तेषु तु इन्द्रियाणां संयोगः सन्निकर्षः न शक्यते वक्तुम् इति इतः एषां पञ्चविधानां सन्निकर्षाणां चिन्ता आरब्धा. इदानीं प्रथमं वदामि. यदि वयं पूर्वस्मिन् परिच्छेदे पठितवन्तः उद्भूतरूप अस्ति अपि महत्त्ववत् इत्युक्ते परमाणुभिन्नपरिमाणम् अस्ति तत्र द्रव्यस्य बहिरिन्द्रियैः प्रत्यक्षं जायते. प्रत्यक्षम् इति यत् प्रत्यक्षं योग्य अस्ति तस्य प्रत्यक्षं जायते. इन्द्रियैः ये गृह्यन्ते तेषां प्रत्यक्षं भवति. तथा रूपरस आदीनां प्रत्यक्षात्मकं ज्ञानमपि अनुभविकं. यदा प्रत्यक्षं जायते तदा रूपरस आदि येषां प्रत्यक्षम् अनुभवक् अस्ति. रूपरस एते गुणाः सन्ति द्रव्ये, तस्य प्रत्यक्षं भवति किन्तु साक्षात् द्रव्यस्य प्रत्यक्षं नास्ति. द्रव्ये ये गुणाः सन्ति यथा रूपरस गन्ध इति तस्य वा शब्द तत्र तेषां गुणानां प्रत्यक्षम् इन्द्रियैः अस्ति किन्तु तैः इन्द्रियैः साक्षात् द्रव्यस्य प्रत्यक्षं न भवति. तत् अस्माकम् अनुभवम् अस्ति. तेषु भगिनि अत्र भवती यदा उक्तवती यथा उक्तवती वा? यदा यथा यथा येषां द्रव्याणाम् उद्भूतरूपम् अस्ति महत्त्वमपि अस्ति तेषां यथा बहिरिन्द्रियैः प्रत्यक्षं ज्ञायते तथा एव रूपरसादीनां प्रत्यक्षात्मकं ज्ञानम् अपि अनुभविकं. यथा तादृश उद्भूतरूपवान् महत्त्ववान् तेषां तस्य ज्ञानं भवति तथा एव रूपरसं यदपि रूपरसे रूपं रसं तत्र रूपं न उद्भूतरूपं नास्ति महत्त्वं नास्ति तथापि तेषामपि ज्ञानम् अनुभवेकम् आगच्छति. ज्ञानम् पूर्वं केवलं संयोगः इति सन्निकर्षः स्वीकृतः पूर्वस्मिन् परिच्छेदे. केवलं संयोगः चक्षुत्वक् त्वचा संयोगः एव स्वीकृतः. तत्र उद्भूतरूपं महत्त्वम् आवश्यकम्. इदानीं संयोगभिन्न सन्निकर्षः उक्तः खलु, किमर्थं ते उक्ताः इति अत्र अस्मिन् परिच्छेदे अस्ति. किमर्थं संयोगं संयोगम् अपि आवश्यकम्, इतोपि अधिकसन्निकर्षाः आवश्यकाः. किमर्थम्? यतोहि रूपरसादीनामपि प्रत्यक्षम् अनुभविकं, तत् कथम् एक्स्प्लेन् कर्तुं शक्नुमः? भिन्नसन्निकर्षः भवेत् इति आशा. बुद्धं भगिनि, प्रथमवाक्यस्य प्रथमवाक्यस्य एषः आशा. अस्तु अग्रे, तेषु संयोगविहाय अन्य प्रकाराः सन्निकषाः सन्ति, तेषां कारणरूपरसादीनामपि प्रत्यक्षं भवति इन्द्रियैः. तस्य अस्माकम् अनुभवम् अस्ति, तस्य कथम् आगच्छति अग्रे पुनः. तेषु तु इन्द्रियाणां संयोगसन्निकषः न शक्यते वक्तुम् इति इतः येषां पञ्चविधानां सन्निकर्षाणां चिन्ता आरब्धा. यथा इदानीं भवान् उक्तवान् संयोगसन्निकर्ष केवलं यथा त्वक् चक्षु इन्द्रियैः रूप वा स्पर्शस्य ज्ञानेन संयोगस्य इति द्रव्यस्य प्रत्यक्षं भवति चक्षुः त्वक् इन्द्रियेण, किन्तु अन्ये इन्द्रियैः रूपरस इति रूपरस तेषाम् इन्द्रियैः अपि प्रत्यक्षं भवति, किन्तु संयोग केवलं संयोग सन्निकर्ष न भवति. अतः पञ्च भिन्न सन्निकर्षाप्रभेदा यत् वयं पूर्वं पठितवन्तः तस्य चिन्तनं कृतवान् नैयायकैः. अपि च संयोगः केवलं द्रव्ययोः मध्ये भवति खलु, रूपरस तत्र गुणः अपि गुणग्राहकमपि भवति रूपं रसम् इति. तर्हि संयोगभिन्न सन्निकर्षः आवश्यकः, संयोगभिन्नसन्निकर्षः. द्वितीयसन्निकर्षः संयुक्तसमवाय. यदा वयं द्वितीय प्रथम प्रभेद सन्निकर्ष संयोग द्वितीय वा संयुक्तसमवाय, द्वितीयसन्निकर्ष संयुक्तसमवाय अस्ति. योग्यानि यानि द्रव्याणि तत्र समवेता, ये हि योग्या पदार्था, ते सर्वे अपि अनेन सन्निकर्षेण गृह्यन्ते. यत्र यत्र यत्र द्रव्ये योग्यसमवेतम् अस्ति, यथा घटे रूपं समवेतम् अस्ति, आकाशे शब्दसमवेतम् अस्ति, इन्द्रिय आकाशेन्द्रिये शब्दसमवेतम् अस्ति, यत् आकाश इन्द्रियद्रव्य अस्ति. यत्र यत्र द्रव्यस्य योग्यसमवेत अस्ति तत् पदार्थस्य सन्निकर्षेण अपि संयुक्तसमवाय इति सन्निकर्षेण वयं गृहीतुं शक्नुमः. अपि च अत्र पश्यतु, तत्र योग्यानि यानि द्रव्याणि इत्युक्ते येषां द्रव्याणाम् उद्भवरूपं महत्त्वम् अस्ति तानि सर्वाणि द्रव्याणि, तानि सर्वाणि द्रव्याणि बहिरिन्द्रियैः ज्ञायते. तेषु द्रव्येषु किं किं समवेताः, ते सर्वे पदार्थाः योग्याः संयुक्तसमवायसम्बन्धेन गृह्यन्ते. गृह्यन्ते गृह्यन्ते न गृह्यन्ते एव. संयोगसन्निकर्षेण भिन्नभिन्न द्रव्याणि गृह्यन्ते. तेषु द्रव्येषु यत्यत् समवेताः, यत्किमपि समवेताः भवतु, तत्सर्वं संयुक्तसमवायसम्बन्धेन ज्ञायते. रूपम् अस्ति वायौ, किं जले शीतस्पर्शम् अस्ति, आम्रफले मधुरमस्ति, तत्सर्वं सर्वाणां द्रव्याणां ये समवेताः इत्युक्ते गुणाः, ते सर्वे संयुक्तसमवायनसन्निकर्षेण ज्ञातं भवति इति उदाहरणं के ते एते रूप रस गन्ध स्पर्श प्रतिनियतग्राह्या गुणाः द्वि इन्द्रियग्राह्यश्च सङ्ख्याः परिमाणानि पृथक्त्वं द्रवत्वं संयोगविभागौ परत्वापरत्वे कर्माणि द्रव्यवृत्तिजातय अपि घटत्वात् प्रभृति सत्ता पर्यन्ता च तो एते सर्वे गुणा द्रव्ये समवायसम्बन्धेन ते द्रव्यस्य समवेतं सन्ति रूपरसगन्धस्पर्श अपि शब्द तत्र न दत्तमस्ति तु महोदय उक्तवान् शब्दमपि आगच्छति तत्र सो ते संयुक्तसमवायसम्बन्धेन गृहीतं सन्ति प्रतिनियताग्राह्या गुण यदि वयम् इदानीं भवान् सङ्केतं कृतवान् प्रतिनियतग्राह्या प्रत्येक इन्द्रियस्य एकगुणग्राह्यकमस्ति सो प्रतिनियतगुण रसेन रसेन्द्रियेण रसं ग्राह्यतं गृहीतं श्रोत्रेन्द्रेण शब्दग्राहकं त्वगिन्द्रेण स्पर्शम् अपि ज्ञानेन्द्रियेण गन्धं गृहीतं भवति चक्षुन्द्रेण रूपम् इति गृहीतं एते सर्वे गुणाः प्रतिनियतग्राह्या गुणः अस्ति द्वि इन्द्रियग्राह्यस्य संख्या संख्यायाः गुणः अस्ति तस्य द्वि इन्द्रग्राह्य ग्राहकम् इन्द्रिया द्वि इन्द्रियग्राहकम् अस्ति सङ्ख्या कथं चक्षुः अपि त्वक् स्पर्शेन सङ्ख्या रूपम् अपि सङ्ख्या इति गृहीतुं शक्नुमः इति सङ्ख्याः रूपेण अपि इन्द्रियेण तस्य प्रत्यक्षं भवति परिमाणानि यदि इदं महत्त्व परिमाणभिन्नपरिमाणं सति तस्य परिमाणं समवेतं द्रव्ये समवेतम् आगच्छति तथैव पृथक्त्वं द्रवत्वं संयोगविभाग परत्व अपरत्वम् अपि यथा काल वा दिश इति सम्बन्धे परत्व अपरत्व समीपम् अस्ति तद्भवति परत्वं दूरे अस्ति तत् परत्वम् इति भवति कर्माणि यत् द्रव्यस्य क्रिया भवति तस्य कर्माणि तत्र द्रव्ये समवेतम् अस्ति द्रव्यवृत्तिजातय द्रव्यं या जाति अस्ति तत् भवति द्रव्यत्वं यथा घटत्वात् प्रभृतिसत्तापर्यन्त घटे घटत्वम् अस्ति अपि घटे द्रव्यत्वम् अस्ति सो द्रव्यत् अपि सत्ता अपि अस्ति सो घटत्वं सत्ता अपि द्रव्यतं किन्तु सत्ता परजाति अस्ति तथा बहुषु द्रव्येषु वर्तते सत्ता सो सत्ता भवति पराजाति किन्तु तस्य अपेक्षा घट द्रवत्यं भवति अपरा द्रवत्यस्य अपेक्षा घटत्वं पृथ्वीत्वं भवति अपराजाति पृथ्वीत्वस्य अपेक्षा घटत्वं भवति अपराजाति इति सर्वे इति गुणाः संयुक्तसमवायसम्बन्धेन इति गृहीतानि इदानीं सम्यक् भगिनि तत्र सरलभगिनी वर्गे आसीत् खलु तत्र लक्ष्मी भगिनी स्वशब्दैः वदति वा अन्तिमपरिच्छेदस्य सारांशः किं किं बुद्धम् इति अस्मिन् परिच्छेदे द्रव्यप्रत्यक्षं द्रव्यस्य ज्ञानार्थम् उद्भूतरूपवम् उद्भूतरूपं महत्त्वं महत्त्वं द्वयोः अपि द्वयोः अपेक्षा भवति किन्तु रूपरस इन्द्रियाणां प्रत्यक्षमपि वयं जानीमः एव वयम् अनुभवे अस्ति तत्र तत्र तु संयोग उद्भूतरूपं महत्त्वद्रव्ययोः प्रत्यक्षज्ञानार्थं बहिरिन्द्रियः बहिरिन्द्रियद्रव्ययोः मध्ये संयोगसन्निकर्षः भवति. किन्तु इन्द्रियाणां रूपरस आदीनां प्रत्यक्षज्ञानमपि अस्माकम् अनुभवमेव. तत्र तु बहिरिन्द्रियेण सह संयोगः तु नास्ति. किमर्थं चेत् उद्भूतरूपं नास्ति इति कृत्वा इति संयोगः तत्र नास्ति. कथं वा तेषां प्रत्यक्षज्ञानं भवति इत्युक्ते पूर्वं वयं दृष्टवन्तः षड्विधसन्निकर्षः अस्ति इति. तत्र द्वितीयसन्निकर्षः संयुक्तसमवायः इति उच्यते. तत्र तत्र संयुक्तसमवायसम्बन्धे प्रत्यक्षयोग्याः ये प्रत्यक्षयोग्यानि द्रव्याणि ये सन्ति द्रव्येण समवेत पदार्थाः ये सन्ति, यथा गुणाः रूपं रस गन्धमित्यादि गुणाः द्रव्येण समवेताः भवन्ति. एकनिमिष अत्र द्रव्येण इति प्रायः न उत्तमं. द्रव्ये समवेतः, द्रव्ये समवेतः, द्रव्येण इत्युक्ते रूपं परिमाणं घटे द्वे अपि घटे समवेतः खलु. तत्र परमाणुना सह रूपमपि घटे समवेतः, घटेन समवेतः इति नास्ति, घटे समवेतः, द्रव्ये अत्र उक्तं तत्र समवेतः. तत्र इत्युक्ते द्रव्ये, द्रव्येषु रूपं रसादि द्रव्ये समवेताः तेषां रूपरसि इत्यादि तेषां अन्यानां गुणानां प्रत्यक्षज्ञानार्थं कथं संयुक्तसमवायसम्बन्धेन संयुक्तसमवायसन्निकर्षेण गृह्यन्ते रूपरसगन्धस्पर्शाः के ते इत्युक्ते रूपरसगन्धस्पर्शाः अपि च रूपरसगन्धस्पर्शाः इति प्रतिनियतग्राह्याः इत्युक्ते रूपं चक्षुषा एव गृह्यते. रसः रसं जिह्वया एव गृह्यते. गन्धः घ्राणेन्द्रियेण, स्पर्शः स्वकेन्द्रियेण इति प्रतिनियतग्राह्याः गुणाः ते तत्र शब्दः अपि अन्तर्भूतः न उक्तः किन्तु शब्दः अपि तत्र अन्तर्भूतः अस्ति श्रोत्रेन्द्रियेण शब्दः. अपि च अन्यगुणाः संख्या इति द्वीन्द्रियग्राह्याः चक्षुषा अपि च त्वगिन्द्रियेण संख्या गृह्यते इति द्वीन्द्रियग्राह्याः संख्याः परिमाणमपि द्वीन्द्रिय ग्राह्यः पृथक्त्वं द्रवत्वं संयोगः विभागः परत्व अपरत्वम् इत्युक्ते एतानि सर्वाणि द्वीन्द्रियग्राह्याः. कर्माणि इत्युक्ते क्रिया वा महोदय? द्रव्यवृत्तिजातिः इत्युक्ते द्रव्यत्वं घटत्वम् इत्यादि जातिविषयः अपि ये जातयः द्रव्यस्य द्रव्येण वर्तते, द्रव्ये वर्तते, पटत्वम् एतत् सर्वम् अस्तु. ते सर्वे सत्तापर्यन्तं जातयः ते सर्वे संयुक्तसमवायेन ग्राह्यते. द्रव्यवृत्तिजातयः द्वीन्द्रियग्राह्यकः इति तत्र यथा लिखितमस्ति तत्र द्वीन्द्रियग्राह्याः कुत्र पर्यन्तमस्ति इति न सम्यक् ज्ञायते खलु. ग्राह्याः सङ्ख्याः परिमाणानि पृथक्त्वं सर्वं सर्वे तथा वा इति प्रायः न. यतोहि द्रवत्वं प्रायः तथैव द्वीन्द्रियग्राह्यकः द्रवत्वं कथम् इति महोदय द्रवत्वं कथमिति अग्रिमे वर्गे सः वदिष्यति. द्रवत्वमपि द्वीन्द्रिगाह्य वा इति प्रश्नः अस्ति न जानामि. त्वगिन्द्रियेण अपि च चक्षुषा इति अहं चिन्तयामि. त्वगिन्द्रियेण गुणस्य दत्तम् अस्ति अग्रे किं सम्भाषणे प्रत्येकगुणस्य किं सन्निकर्ष भवति अग्रे आयाति पश्यन्ती अस्मि तत्र दत्तम् अस्ति तत्रापि संयोगविभागः अपि द्विन्द्रग्राह्यः परत्वं परत्वमपि समीपमस्ति दूरम् अस्ति इति द्वीन्द्रियग्राह्यः यथा वाक्यं लिखितमस्ति तत्र कर्माणि जातिः सर्वं द्वीन्द्रियग्राह्याः एव इति भाति किन्तु चिन्तनीयं शास्ति वा अस्ति उन्मील्य यदि चक्षुः उन्मील्य यदि किमपि द्रव्य केनापि द्रव्येण सह संयोगः भवति वयं वक्तुं शक्यते कति अङ्कानि सन्ति कति पुस्तकानि सन्ति अस्माकं पार्श्वे इति तत्सर्वम् अतः द्वीन्द्रियग्राह्यः इति अहं चिन्तयामि. सङ्ख्या परिमाणं पृथक्त्वं द्रवत्वमपि चक्षुषा त्वचा च ज्ञातुं शक्नुमः परत्वं समीपं दूरत्वं क्रिया पृथक्त्वं सर्वं संयोगविभागः अस्तु. आमां जातयः अपि तदेव अहं चिन्तयामि यदि पुस्तक चक्षु उन्मील्य त्वगिन्द्रियेण पुस्तकं वा उत्पीठिका वा इति ज्ञायते खलु पुस्तकत्वम् अपि च काष्ठकत्वम् इति सर्वं वयं तेन ज्ञायते एव. जाति अपि तथा घटत्वादारभ्य सत्तापर्यन्तं पराजातयः ते सर्वे अपि असंयुक्तसमवायसन्निकर्षेण ज्ञानस्य विषयाः भवन्ति इति तावत् स्पष्टमस्ति इति भाति. आं महोदय धन्यवादः. तर्हि स्थापयामः. शुभरात्रिः. धन्यवादः. भवती अपि विजयलक्ष्मी अपि शुभाशयः. नमस्कारः. नमस्कारः वर्धनी भगिनी.